अस्तु, तर्हि अद्यतनन्यायवर्गे अवधिः इति प्रमुखः विषयः भवति. कस्य प्रसङ्गे अवधेः चर्चा इत्युक्ते संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इत्यस्य चर्चा जायमाना आसीत्, तदा अवधिः इति ज्ञातव्यम् अभवत्. तर्हि प्रथमतया संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यं कथं साधितवन्तः इति किञ्चित् चर्चयाम. तत्र अस्माभिः दृष्टमासीत् यत् पृथगाश्रयाश्रितयोः एव संयोगः भवति इति. पृथक् आश्रयाश्रितौ इत्युक्ते पृथक्त्ववन्तौ यौ आश्रयौ तौ आश्रितौ इति. तर्हि पृथग् आश्रय आश्रितौ इत्यस्य स्थाने भेदः अथवा भिन्नाश्रय आश्रितौ इत्यस्य इति व्यवहारः किमर्थं न स्यात् इति प्रश्नः आगतः. तदा अस्माभिः पठितमासीत् पृथग् इत्युक्ते भिन्नं, भिन्नः इति व्यवहारः अपि भिन्नः, तौ समानपदे नास्तः इति. तत्र किञ्चित् चर्चयामः. तर्हि पृथक्त्वम् इति कुत्र कुत्र वक्तुं शक्नुमः? कोऽपि वदति वा? राजेन्दर् महोदय, कस्मिन् प्रसङ्गे पृथगाश्रय आश्रितयोः एव संयोगः इति ज्ञायते, अस्तु भिन्नाश्रय आश्रितौ इति न कर्तुं शक्नुमः, किमर्थं तथा इति किञ्चित् वदति वा? पृथक्त्वम् इत्युक्ते किं, तत्र किम् अपेक्षते? पृथक्त्वम् एव वक्तुं शक्नुमः यदा भिन्नदेशस्थितिः अस्ति तत्र पृथक्त्वम्. एकस्मिन् एव देशे सः तत्र भिन्नता भवितुम् अर्हति, परन्तु ते पृथक्त्वं तत्र तादृशी न वक्तुं शक्नुमः. बहु समीचीनं. पृथक्त्वम् इत्युक्ते कश्चन नियमः अपेक्षते. नियमः कः इत्युक्ते आकाशदेशः भिन्नः स्यात् इति नियमः. यदा द्वयोः वस्तुनोः आकाशदेशः भिन्नः भवति तदा एव ते पृथक् इति व्यवहारः भवति. पृथगाश्रयाश्रितौ इत्यनेन व्यवहारेण आकाशदेशः भिन्नः, कस्य वस्तुनोः वस्तुनः आश्रयस्य च आकाशदेशः देशः भिन्नः इति ज्ञायते. तस्मिन् भिन्नाश्रय आश्रितौ इति न वक्तुं शक्नुमः, यतोहि भिन्नः इति भेदस्य अथवा अन्योन्याभावस्य सूचकपदम्. भेदः तु सर्वत्र भवति, सर्वेषु पदार्थेषु भवति, किन्तु भेदः इत्यस्य वदनेन पृथग् इति व्यवहारः न सिद्ध्यति इति कृत्वा पृथगाश्रयाश्रितौ भिन्नाश्रय आश्रितौ इति समानपदे न स्तः. अतः पृथक्त्वम् इति भिन्नं, भेदः इति भिन्नम् इति साधितम्. अन्ते सारांशत्वेन अत्र उक्तम् अस्ति यत् भिन्नशब्दः अथवा भेदः इत्युक्ते समानं न इति. घटः पटो न, कपालः घटो न, अथवा घटः उत्पीठिका न इति भिन्नः अथवा भेदसूचकपदं, समानं न इति. पृथक्त्वम् इत्यस्य वदनेन आकाशदेशः भिन्नः इति ज्ञायते इति कृत्वा अस्माभिः दृष्टं यत् पृथक्त्वभेदयोः वैलक्षण्यम् अस्ति इति. ततः अग्रे अवधेः चर्चा अभवत्. विद्याधरीग्रन्थे अवधिः इति उक्त्वा अयमेव सिद्धान्तः प्रतिपादितः अस्ति, संयोगस्य विषये अपि च पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इत्यस्य विषये. तर्हि अवधि इत्युक्ते किम् इति ज्ञातव्यं भवति. तर्हि गते वर्गे अस्माभिः चर्चितं यत् अवधिः अथवा अवधिकत्वं कुत्र कुत्र भवति इति किञ्चित् चर्चा जाता गते वर्गे. इदानीम् अहं वदामि यत् फलं वृक्षात् पतति. फलं वृक्षात् पतति इति वदामिश्चेत् तत्र अवधिसंज्ञकपदं किमस्ति? अजितमहोदय वदति वा? अजितमहोदय अस्ति किम्? आम् अस्मि भगिनि. फलं वृक्षात् पतति इत्यस्मिन् वाक्ये अवधिभूतपदं किम् अस्ति? अवधिभूतपदं अथवा सरला भगिनी साहाय्यं ददाति, प्रयत्नं करोति वा महोदय? अजित महोदय, अत्र कपालः घटात् पृथक्, अत्र कपालः पृथक् पृथक्तस्य आश्रयः घटः अवधिः इति वक्तुं शक्नोमि. हा हा, बहु समीचीनं, तथैव अस्ति. तत्र अग्रे गच्छामः. इदानीं मम उदाहरणमासीत् फलं वृक्षात् पतति इति. तर्हि सरला भगिनी प्रयत्नं करोति वा? फलं वृक्षात् पतति, अवधि अस्ति वृक्षात्, वृक्ष अवधि भवति. हा, वृक्षः इति अवधि भवति, वृक्षे अवधि भवति. वृक्षे अवधि इति न वदामः, किन्तु वृक्षस्य अवधि इति संज्ञा. फलं वृक्षात् पतति इति वदामश्चेत् तत्र विभागः अथवा वियोगः इति जायते खलु? स च विभागः कुत्र वर्तते? फले अस्ति वा वृक्षे अस्ति? स च विभागः द्विनिष्ठः अस्ति, फले अपि अस्ति वृक्षे अपि अस्ति. समीचीनम्. सो वृक्षे ध्रुवम् अस्ति, तत्र वृक्षध्रुवम् अस्ति, तत्र वृक्षस्य अवधिः भवति. वृक्षस्य अवधिकारणं तस्य अपादानसंज्ञा अपि भवति. फलं कर्ता अस्ति, फलं पतति तस्य. समीचीनं भगिनि. फलं पतति, फलं कर्ता नाम फले क्रिया अस्ति, किन्तु वृक्षः इत्यस्मिन् क्रिया नास्ति. वृक्षः ध्रुववस्तु, अतः वृक्ष इत्यस्य अवधि इति व्यवहारः भवति. अपि च भवत्या यदा यथा उक्तं, यद् ध्रुवम् अस्ति, यद् अवधिभूतम् अस्ति, तस्य कारक तस्य अपादानकारकमपि भवति इति कृत्वा वृक्षात् इति व्यवहारः भवति पञ्चमी विभक्त्याम्. अस्तु, तदनन्तरं हा, तर्हि सामान्यस्तरे, व्याकरणस्तरे यत्र वियोगः भवति तत्र अस्माभिः दृष्टं ध्रुववस्तु इति अवधिः. पृथक्त्वस्थले यतः यथा महोदय अजितमहोदय उक्तवान्, महोदय वदति वा उदाहरणं दत्वा तत्र अवधिसंज्ञा कथं भवति, निर्णीयते पृथक्त्वस्थले इति? अत्र लिखितं पृथक्तस्य आश्रयः कपालः, तदेव कारणं घटः अवधि इति वक्तुं शक्नो. सत्यं सत्यं. तर्हि हा, अस्तु, तर्हि पृथक्तस्थले पृथक्त्वस्थले क्रिया इति किमपि अस्ति वा? तत्र क्रिया कपाले क्रिया अस्ति वा नास्ति वा इति तथैव अहं चिन्तयामि, किन्तु घटं कपाले एव भविष्यति खलु? न न न, इदानीं पृथक्त्वम् इत्युक्ते आकाशदेशः भिन्नः. तर्हि भवतः उदाहरणं घटः कपालात् पृथक् इति यदि वदति तर्हि किं चिन्तनीयं भवति? घटस्य आकाशदेशः भिन्नः, कपालस्य आकाशदेशः भिन्नः इति चिन्तनीयं भवति. एकस्य सः कपालः इति, कपालः इति तस्यैव घटस्य अवयवः इति न, भिन्नः कपालः. भिन्नः कपालः इति कृत्वा पृथक्त्वस्थले क्रिया न उत्पद्यते. अस्तु, विभागस्थले फलं वृक्षात् पतति इत्यस्मिन् क्रिया क्रिया अस्ति, क्रियया विभागः जायते, परन्तु पृथक्त्वस्थले तादृशी क्रिया न अपेक्षिता. समीचीनं. तथापि कस्यचित् वस्तुनः अवधिसंज्ञा भवति. स च वस्तुकः यः पृथक्त्वस्य आश्रयः नास्ति, यथा भवता उक्तं घटः कपालात् पृथक् इत्यस्मिन् घटः पृथक्त्वस्य आश्रयः, कपालः आश्रयभिन्नः इति कृत्वा कपालस्य अवधिसंज्ञा. अस्तु, तर्हि तदनन्तरं तृतीयः सन्दर्भः आसीत् भेदः इति. अस्तु, भेदस्थले, भेदस्थले अवधिसंज्ञा कथं निर्मीयते? कोऽपि वदति वा? माला भगिनी? आम्, घटः पटः न अथवा न घटः पटात् भिन्नः इति वदामश्चेत् तद् भेदस्य भेदस्थले तथा वदामः. तत्र घटः आश्रयः, पटः घटः पटात् भिन्नः. तत्र पटः अवधिः, तस्मिन् प्रतियोगिता वर्तते. पटभेदः घटे वर्तते. हा, समीचीनं. तर्हि घटः आश्रयः इति उक्तवती खलु, तत्र कस्य आश्रयः इति प्रश्ने कृते भवती एव उक्तवती पटभेदः घटे वर्तते इति. तर्हि पटभेदस्य अथवा पट अभावस्य आश्रयः घटः, पटाभावस्य प्रतियोगी इति पटः, तर्हि प्रतियोगिनः अवधि इति संज्ञा जाता इति. तर्हि त्रिषु अथवा त्रयः प्रसङ्गाः परिशीलिताः. विभागः, विभागस्थले क्रिया अपेक्षते, यस्मिन् क्रिया नास्ति तद्वस्तु ध्रुवं, तस्य अवधि इति संज्ञा. भेदस्थले क्रिया न अपेक्षिता किन्तु प्रतियोगिता अपेक्षिता, अपि च प्रतियोगिनः अवधि इति संज्ञा. पृथक्त्वस्थले क्रिया अपि नास्ति, प्रतियोगी इति अपि नास्ति. पृथक्त्वस्थले किम् अपेक्षितं? केवलं भिन्नदेशस्तत्वम् इति अपेक्षितम्. यः कोऽपि वस्तु पृथक्त्वस्य आश्रयः नास्ति सः अवधि इति व्यवह्रियते इति परिशीलितम्. इतः अग्रे अद्य किञ्चित् पठेम. अस्तु, मध्ये केन केन आगतम्? भगिनी सन्ध्या अस्मि, नमस्ते. नमस्ते भगिनि. अनन्तरं? वर्धिनी अस्मि भगिनि. वर्धिनी भगिनि, अस्तु तर्हि आरभामे. तर्हि सावित्री भगिनी पठति वा? अवधित्वं वा अवधिचिन्तनं वा कुत्र? न, अवधित्वम् अनेकत्र भवति इत्यस्मात् आरभ्य, परिचयः इत्यस्मिन् विभागे. अस्तु, अवधित्वम् इति स्वरूपसम्बन्धिकसम्बन्धविषयः. फलं वृक्षात् यदा पतति. एकनिमिषं भगिनि, भगिनि, भगिनि, परिचयः इत्यस्मिन् विभागे एकं षष्टमः परिच्छेदः, षष्टमः परिच्छेदः अवधित्वम् अने. अस्तु अस्तु अस्तु, क्षम्यतां भगिनि. अवधित्वम् अनेकत्र भवति, पतनस्थले, विभागस्थले, पृथक्त्वस्थले. इदम् अवधित्वं स्वरूपसम्बन्धविषयः. प्रतीयमानः अर्थ, सोरि, क्षम्यतां, स्वरूपसम्बन्धविशेषः. प्रतीयमानः अर्थविशेषः इत्युच्यते. मनसि च एवं बोध्यं यत् कपालः घटात् पृथक् इति प्रत्यये अवधित्वं घटे, अवधिकत्वं च पृथक्त्वे. सावधिकं पृथक्त्वं, पृथक्त्वं विभागः, पृथक्त्वं विभागः भेदः, पतनम्, एते सावधिकाः पदार्थाः. ध्येयं यत् पृथक्त्वं सावधिकं, न तु पृथक्त्वस्य आश्रयः. अस्तु, अत्र उक्तमस्ति अवधित्वम् इति अनेकत्र भवति. यदा भवती इदानीमेव उक्तवती, पृथक्त्वस्थले भवति, विभागस्थले भवति, अपि च पतनस्थले अपि भवति, भेदस्थले अपि भवति. अत्र अवधित्वम् इत्युक्ते स्वरूपसम्बन्धविशेषः, अर्थविशेषः इति इत्यपि उच्यते. इत्युक्ते स्वरूपस्य विशेषणं भवितुम् अर्हति इति मन्ये. पदार्थस्य स्वरूपस्य विशेषणं भवितुम् अर्हति इति मन्ये. इत्युक्ते स्वरूपसम्बन्धः इति वयं जानीमः खलु, पूर्वं पठितवन्तः. स्वरूपसम्बन्धेन अभावः कस्मिंश्चित् वर्तते इति. ओ, तत्र स्वरूपसम्बन्धः. अहं पुस्तके बहुवारं अन्वेषणं कृतवती, न प्राप्तवती. अस्तु, समीचीनं समीचीनं, सः एव अस्ति. तर्हि स्वरूपसम्बन्धविशेषः इत्युक्ते, इदानीं वृक्षः अस्ति, वृक्षे वृक्षेषु आम्रवृक्षः इति वृक्षविशेषः तथा अस्ति. अस्तु, तथैव अवधिकत्वम् इति वृक्षस्य श्रेण्याम् आम्रवृक्षः इति अन्यतमः खलु, एकप्रकारकः वृक्षः. तथैव अवधित्वम् इति स्वरूपसम्बन्धविषयः, अर्थविशेषः इति उक्तम् अत्र. अस्तु, तावदेव. महोदयेन किञ्चित् अपि न उक्तं तत्र. जयन्ती भगिनी वा माला भगिनी वा पृष्टवती, परन्तु तत्र किञ्चित् समस्या अभवत् मम. अस्तु भगिनि, इदानीम् अवगच्छामि. मनसि च एवं बोध्यं यत् कपालः घटात् पृथक् इति प्रत्यये अवधित्वं घटे अस्ति. तत्तु वयं जानीमः, अवधित्वं घटे अस्ति. किमर्थं चेत् तत्र विभागः भवति, परन्तु कार्यं क्रिया न वर्तते. अवधित्वं घटे अवधिकत्वम् इति पृथक्त्वे. कपालः घटात् पृथक् इति प्रत्यये पृथक्त्वं कपाले वर्तते. कीदृशं पृथक्त्वम् इत्युक्ते घटावधिकपृथक्त्वम्. अवधित्वं तु घटे अस्ति, अवधिकत्वं पृथक्त्वे भवति. सावधिकं पृथक्त्वं यदि इदानीमेव उक्तं, पृथक्त्वम् अपि सावधिकं. यथा पतनस्थले आसीत्, विभागस्थले आसीत्, ततः एव पृथक्त्वमपि सावधिकं. पृथक्त्वं, विभागः, भेदः, पतनम् एते सावधिकाः पदार्थाः. ध्येयं यत् पृथक्त्वं सावधिकं, न तु पृथक्त्वस्य आश्रयः. अस्तु, पृथक्त्वम् इति पृथक्त्वम् एव सावधिकम् इत्युक्ते, यथा भगिन्या उक्तं वृक्षविशेषः इति, तत्र स्वरूपसम्बन्धविशेषः इति. पृथक्त्वम् इति वस्तूनि अवधित्वम् अस्ति, अथवा न तथा न वदामः किल. पृथक्त्वस्य आश्रयः न, परन्तु पृथक्त्वमेव अवधिवाचकपदं. न पृथक्त्वस्य आश्रयः इत्यस्य अवधिसंज्ञा नास्ति, किन्तु पृथक्त्वस्थले पृथक्त्वस्य आश्रयभिन्नः यः कोऽपि पदार्थः भवति तस्य अवधि इति संज्ञा इति तु भवत्या समीचीनतया उक्तं. किन्तु अत्र पृथक्त्वं सावधिकम् इत्युक्ते, पृथक्त्वस्य प्रतीतिः अथवा ज्ञानं यदा जायते तदा अवधिः कः इति जिज्ञासा उदेति. तर्हि यत्र यत्र पृथक्त्वं भवति तत्र तत्र अवधिसंज्ञक कश्चन भवति एव. पृथक्त्वम् अवधिना सह एव भवति इति कृत्वा पृथक्त्वं सावधिकम्. अत्र पृथक्त्वे अवधि, पृथक्त्वे अत्र मुख्यः बिन्दुः अस्ति यत् अवधिकत्वं पृथक्त्वे इति, अवधित्वं घटे. अवधिकत्वं पृथक्त्वे, अवधिः घटे. अधुना घटः कपालात् पृथक् इति व्यवहारः इति चिन्तयतु. घटः, क्षम्यताम्, अथवा कपालः घटात् पृथक् इति उदाहरणं दत्तमस्ति यतः. अतः अत्र पृथक्त्वं कपाले अस्ति. पृथक्त्वस्य आश्रयः कपालः. पृथक्त्वस्य आश्रयभिन्नवस्तु अत्र कः? घटः. अतः घटस्य अवधि इति संज्ञा, यतोहि घटः इति पृथक्त्वस्य आश्रयः नास्ति खलु. कपालः एव पृथक्त्वस्य आश्रयः. वाक्यस्तरे परिशीलनं कुर्मश्चेत् कपालः पृथक् विशेषणविशेष्यभावः, अतः पृथक्त्वम् इति कपाले वर्तते. पृथक्त्वं पृथक्त्वस्य आश्रयः कपालः. यः कोऽपि पृथक्त्वस्य आश्रयः नास्ति इत्युक्ते घटः, तस्य अवधि इति संज्ञा भवति. अतः अवधित्वं घटे अस्ति इति उक्तम् अत्र, अवधित्वं घटे. परन्तु पृथक्त्वम् इति यः गुणः अस्ति सः सावधिकः, तत्र समासान्तत्वप्रत्ययः युज्यते. पृथक्त्वं कीदृशः इति वक्तुं पृथक्त्वं सावधिकः, सावधिकम् इति उच्यते. तर्हि सावधिकत्वं पृथक्त्वे अस्ति अथवा अवधिकत्वं पृथक्त्वे अस्ति इति उच्यते. अवधित्वं घटे, अवधिकत्वं पृथक्त्वे इति स्पष्टं स्यात् मनसि. कप्रत्ययविशेषणं ददाति. सत्यम्, अवधिकं पृथक्त्वम्. अवधिः घटः, अवधिक इति विशेषणं, विशेषणं भवति कस्य विशेषणं? पृथक्त्वस्य. पृथक्त्वम् अवधिकम् इति, तदर्थम् अवधिकत्वं पृथक्त्वे. यथा उन्नतः वृक्षः इति उच्यते चेत् औन्नत्यं वृक्षे अस्ति खलु, तथैव अवधिकं पृथक्त्वम् इति वदामश्चेत् अवधिकत्वं पृथक्त्वे अथवा सावधिकत्वम् इति पृथक्त्वे अस्ति. पृथक्त्वम् इति क्षम्यताम्, अवधिः घटात् घटे नास्ति, अवधिः घटः एव अवधिः किल? सत्यं सत्यं, घटः अवधिः इति उच्यते चेत् तत्रापि तयोः समानस्तरे स्तः खलु. अतः अवधित्वं घटे अस्ति इति अत्र उक्तम्. उच्यतां भगिनि, माला भगिनि? अवधित्वम् इति भावः घटे अस्ति. हा सत्यं सत्यम्. अस्तु, तर्हि पृथक्त्वस्तरे पृथक्त्वस्य आश्रयभिन्नः पदार्थः यः कोऽपि अस्ति तस्य अवधि इति संज्ञा, अपि च पृथक्त्वं सावधिकम् इति बोध्यम्. अस्तु, तर्हि अग्रे सरेम. सरला भगिनी पठति वा? आं भगिनि. अधुना भेदः नित्यः, सर्वदा अपि भवति, भिन्नदेशस्थत्वं न अपेक्षितं. भेदस्य अवधे प्रतियोगी इति संज्ञा कृता, कुतः सः अभावरूपः भवति तस्मात् भेदस्य अवधि इति सामान्यतया व्यवहारः नास्ति, प्रतियोगी इति व्यवहारः. भेद अभाव सर्वेषु द्रवेषु वर्तते, सर्वे पदार्थेषु वर्तते, सर्वदा अपि भवति, भिन्नदेशत्वं न अपेक्षितं. यथा पृथक्त्वस्थले भिन्नदेशस्य अपेक्षा अस्ति, तथा अभावस्थले भिन्नदेशस्य अपेक्षा नास्ति. भेदस्य अवधे प्रतियोगी इति संज्ञा कृता, यथा वयं वदामः घटः पटः, घटः पटात् भिन्न, एतत् भेदस्य स्थले यदि अवं वयं वदामः पृथक् भेदस्य आश्रय अस्ति घटः, पटः भवति, पटे पटस्य अवधि भवति, किन्तु भेदस्थले वयं प्रतियोगिता उपयोगं कुर्मः, न तु अवधि सामान्यतया व्यवहारे. घट भवति, घटे अभावः अस्ति, पटे भवति प्रतियोगिता, स तु पटः भवति प्रतियोगी. सः अभावरूप, कुतः सः अभावरूपः भवति तस्मात् भेदस्य अवधि इति सामान्यतया व्यवहारे नास्ति, प्रतियोगी इति व्यवहारः. सो अवधि वयं न व्यवहारे अवधिशब्दशैली न उपयोगं कुर्मः केवलं प्रतियोगी वा प्रतियोगिता. अस्तु, अत्र किञ्चित् वक्तव्यं भवति. भेदः भवत्या उक्तं, भेदः नित्यः सर्वदा सर्वत्र भवति. अस्तु, किन्तु पृथक्त्वं तथा नास्ति. यत्र भिन्नदेशत्वम् अस्ति तथैव पृथक्त्वम् उदेति, किन्तु भेदः सर्वत्र इति भवत्या समीचीनतया उक्तं. तदनन्तरं भेदस्य अवधेः प्रतियोगी इति संज्ञा कृता. भेदस्थले अपि एकः अवधिः भवति एव, परन्तु भेदस्थले अवधिः कः? भेदस्थले वयं जानीमः यत् प्रतियोगी भवति. अस्तु, भेदस्य अवधेः भेदः अपि सावधिकः, अवधिना सह वर्तते इति कृत्वा भेदस्थले अपि अवधिः भवति. भेदस्य अवधेः प्रतियोगी, विभागस्थले उपादानसंज्ञा, भेदस्थले प्रतियोगी संज्ञा अस्ति. हा, इदानीं प्रश्नः एवं भवति, विभागस्य अवधेः कस्य अवधि इति संज्ञा? ध्रुववस्तुनः संज्ञा. हा, ध्रुववस्तुनः विभागस्य अवधेः ध्रुववस्तु वस्तु इति संज्ञा यथा भवति, तर्हि किञ्चित् इण्टर्चेञ्जबल् अस्ति. प्रतियोगिनः अवधि इति संज्ञा, अवधेः प्रतियोगी इति संज्ञा समानम्. भेदस्थले भेदस्य अवधेः प्रतियोगी इति संज्ञा इति उक्तम्. कुतः इत्युक्ते किमर्थम् इत्युक्ते भेदस्थले अथवा भेदः इति अभावरूपः खलु, एकविधः अभावः. एकविधः अभावः अस्ति, तस्मिन् स्थले प्रतियोगिनः अपेक्षा भवति. भेदस्य अवधि भेदस्थले किं किं भवति? प्रतियोगी, अनुयोगी, स्वयं भेदः एव. स्वयं भेदः एव इति भवति. भेदः तु अभावरूप, तस्य अवधि इति संज्ञा न भवितुमर्हति. किमर्थं? सः तु अभावरूपः. हा, तस्मात् भेदस्य अवधि इति सामान्यतया व्यवहारः न भवति. प्रतियोगिनः एव अवधिसंज्ञा भवति भेदस्थले इति. अस्तु, तर्हि बुद्धं स्यात्. पृथक्त्वस्थले अवधि इति संज्ञा, पृथक्त्वस्य आश्रयभिन्नपदार्थस्य भेदस्थले प्रतियोगिनः अवधि इति संज्ञा. तर्हि अग्रे सरेम इतः माला भगिनी. हा, तर्हि अवधिशब्दस्य साक्षात् व्यवहारः कुत्र? घटः कपालात् पृथक् इति प्रतीतौ, कपालः अवधिः, घटः आश्रयः पृथक्त्वस्य. कपालः घटात् पृथक्, अत्र कपालः पृथक्त्वस्य आश्रयः, घटः अवधिः. अत्र च अवधेः कृते क्रिया न अपेक्षिता. यत्र विभागः भवति तत्र क्रिया अपेक्षिता. यत्र भेदः अपेक्षितः तत्र प्रतियोगिता ज्ञातव्या. इदं पृथक्त्वं ज्ञातुं न प्रतियोगिता ज्ञायते न वा क्रिया ज्ञायते, किन्तु आश्रयस्य भिन्नदेशतत्वं ज्ञायते. इदानीम् अवधिशब्दः कुत्र वयं व्यवहरामः इति प्रश्नः उदेति. इदानीं घटः कपालात् पृथक् इति वदामश्चेत् पृथक्त्वस्थले कपालः अवधिः भवति, घटः भवति पृथक्त्वस्य आश्रयः. अपि च कपालः घटात् पृथक् इति वदामश्चेत् तत्र कपालः तत्र घटः अवधिः, अपि च कपालः पृथक्त्वस्य आश्रयः भवति. इदानीं पृथक्त्वस्थले किम् अपेक्षितं भवति इति प्रश्नः भवति. तत्र पृथक्त्वस्थले क्रिया अपेक्षिता नास्ति, पृथक्त्वस्थले भिन्नदेशत्वम् अपेक्षितं. यत्र विभागः भवति तत्र तु क्रिया अपेक्षिता. अपि च यत्र भेदः अपेक्षितः तत्र प्रतियोगिता अपेक्षिता. अतः भिन्नस्थलेषु भिन्नभिन्न भिन्नभिन्न किं वदनीयम्? अपेक्षा अपेक्षा अस्ति. किम् अपेक्षिता इति भिन्नसंज्ञा भवति. भिन्नसंज्ञा वा भिन्नभिन्नस्थले भिन्नवस्तुनः अपेक्षा अस्ति. यथा विभागस्थले कस्य क्रियायाः वस्तुनः अपेक्षा भवति. समीचीनम्. अतः भिन्नस्थलेषु भिन्नभिन्नवस्तुनोः अपेक्षा भवति. पृथक्त्वस्थले प्रतियोगिता न ज्ञायते, न वा क्रिया ज्ञायते, किन्तु आश्रयस्य भिन्नदेशस्तत्वं ज्ञायते. सारांशः अस्ति भिन्नभिन्नस्थलेषु भिन्नभिन्नवस्तुनोः अपेक्षा भवति इति. समीचीनं वा? अस्तु, इति एकं. किन्तु सारांशत्वेन अन्तिमवाक्यमस्ति, पृथक्त्वं ज्ञातुं प्रतियोगिता न ज्ञायते, क्रिया अपि न, किन्तु आश्रयस्य भिन्नदेशस्तत्वम् इति. तस्य अवगमनं जातं वा? आम्. यदा वयं पूर्वं पठितवन्तः पृथक्त्वस्थले भिन्न आकाशदेशः अपेक्षितं भवति खलु, तथा एव पृथक् घटः पटात् पृथक् इति वदामः. यदा भिन्न आकाशदेशः वर्तते तदा एव पृथक्त्वं वर्तते. हा हा, इति अस्ति. अस्तु, अपि च आश्रयस्य पृथक्त्वस्य आश्रय यत्र अस्ति तत्र अवधिः नास्ति. पृथक्त्वस्य आश्रयस्य अपेक्षया यः कोऽपि भिन्नः भवति, यस्य कस्यापि भिन्नदेशस्तत्वम् अस्ति, तस्य वस्तुनः अवधिः इति संज्ञा भवति पृथक्त्वस्थले. आम्. अपि च आम् तत्तु पृथक्त्वस्थले इति भिन्नभिन्न अपेक्षिता. सत्यं, भिन्नभिन्नप्रसङ्गेषु कथम् अवधिसंज्ञा आरोपिता, कस्मिन् वस्तुनि अवधिसंज्ञा आरोपिता इति दृष्टम्. इतः अग्रे इतोपि चिन्तनं भवति अस्मिन् एव विषये. अस्तु, गोपालमहोदय पठति वा? आम्. तर्हि इदानीम् अवधिचिन्तनं. तर्हि केचन सावधिकपदार्थाः सन्ति, ते च के अपि च कथं निश्चेतुं शक्नुमः, कः सावधिकः, यथा भेदः, विभागः, पृथक्त्वं, पतनम् इति सावधिकाः. अधुना संयोगः अपि तथा वा इति प्रश्नः. सामान्यतया वदामः उभयत्र विद्यमानः एक एव संयोगः नाम अयं संयोगः द्विनिष्ठः. किन्तु क्वचित् तस्य प्रतीतिवशात् सावधिकत्वम् उच्यते. प्रतीतिवशात् इदानीं वयं दृष्टवन्तः सावधिकपदार्थः कुत्र कुत्र सन्ति इति. तत्र यत्र भेदः अस्ति, विभागः अस्ति, पृथक्त्वम् अस्ति, पतनम् अस्ति, सर्वत्र सावधिकः अस्ति. तत्र सावधिकः इत्युक्ते यत्र अवधिना सह वर्तते सः सावधिकः इति वा. अधुना संयोगः सत्यं सत्यं महोदय, अवधिना सह वर्तते. यत्र यत्र भेदः इति प्रतीतिः, भेदः इति ज्ञानं जायते चेत् अस्तु, भेदस्य अवधिः कः इति जिज्ञासा उदेति. साकाङ्क्षपदार्थः अवधिः इति, अथवा साकाङ्क्षशब्दः. तथैव विभागः इति ज्ञानम् उत्पद्यते चेत् तर्हि अवधिः कः पृथक्त्वम् इति वदामश्चेत् पृथक्त्वस्य व्यवहारः भवति चेत् तस्मिन् सन्दर्भे अवधिः कः इति यत्र आस्य यत् पृथक्त्व आस्य भिन्नपदार्थः अवधिः घटः इति जिज्ञासा उदयति खलु मनसि यदा भेदः इति श्रूयते भेदस्य ज्ञानं भवति तदा अस्तु अवधिः कस्य वस्तुनः अवधिः इति संज्ञा इति जिज्ञासा उदेति तर्हि एते सर्वदा अवधिना सह भवन्ति एते सर्वे भेदः विभागः पृथक्त्वम् इत्यादिकम् अतः सावधिकाः अवधिना सह इति चिन्तयामि समासः कः इति न स्मृतं किन्तु तथा सावधिक अधुना संयोगः अपि तथा वा इति प्रश्नः सामान्यतया वदामः उभयत्र विद्यमानः एक एव संयोगः नाम अयं संयोगः द्विनिष्ठः किन्तु क्वचित् तस्य प्रतीतिवशात् सावधिकत्वम् इति उच्यते संयोगः तत्र सामान्यतया वदामः उभयत्र विद्यमानः एक एव संयोगः उभयत्र यत्र कुत्र उभयत्र सावधिकस्थाने अथवा संयोग अवधिविषये अपि च नाम यत्र संयोगः भवति तत्र चिन्तयतु अधुना हस्तपुस्तकयोः संयोगः इति उच्यते चेत् संयोगः कुत्र कुत्र अस्ति उभयत्र भवति उभयत्र इत्युक्ते कुत्र हस्तपुस्तकयोः संयोगः इति वदामि तर्हि संयोगः कुत्र कुत्र अस्ति हस्तेपि जायते पुस्तकेपि जायते इति द्विनिष्ठः अस्तु तर्हि इदानीं भेदः इति यदस्ति भेदः अभावः हा घटः पटो न इत्यस्मिन् भेदः पटस्य अभावः घटे वर्तते तर्हि भेदः घटे एव वर्तते खलु पृथक्त्वं घटः पटात् पृथक् इति यदा वदामि पृथक्त्वम् इति एकस्मिन् एव घटे एव वर्तते खलु पतनं वृक्षात् फलं पतति इति वदामश्चेत् पतनक्रिया फले एव वर्तते एकनिष्ठः एते यत्र भेदस्थले पृथक्त्वस्थले पतनस्थले वयं कमपि पदार्थं स्वीकृत्य अवधि इत्यस्य निर्णयं कुर्मः सः पदार्थः एकनिष्ठः यथा पृथक्त्वस्य आश्रयः पृथक्त्वम् एकस्मिन्नेव भेदः एकस्मिन्नेव पतनक्रिया एकस्मिन्नेव विभागः इति भिन्नः विषयः अग्रे पश्यामः किन्तु संयोगः तथा नास्ति संयोगः उभयत्र भवति हा तर्हि कथम् अवधेः निर्णयं कर्तुं शक्नुमः संयोगस्थले अवधिः इति भवति वा इति सावधिकत्वम् अस्ति न वा सावधिकपदार्थः अस्ति चेत् संयोगः अवधिः कुत्र भवति इति प्रश्नः उदेति इत्यस्य चर्चा एव अग्रे भवति प्रथमतया विभागस्य चर्चा कृत्वा तदनन्तरं संयोगस्य चर्चा क्रियते इति चिन्तयामि चिन्तयन्ति चेत् विभागः कुत्र वर्तते विभागस्थले विभागः इति कुत्र कुत्र वर्तते यत्र संयोगः यथा उभयत्र हस्तपुस्तकयोः संयोगः इति वदामिश्चेत् हस्ते अपि संयोगः पुस्तके अपि संयोगः इदानीं हस्तपुस्तकयोः उभयत्र भवति सत्यं हस्तपुस्तकयोः विभागः अथवा वियोगः इति यदा वदामि सः वियोगः वा विभागः उभयत्र वर्तते इति कृत्वा तस्य विषये इदानीं चिन्तनम् अपेक्षितं तर्हि अवधिसंज्ञा कस्मिन् वस्तुनि आरोप्यते द्विनिष्ठस्थले इति चिन्तनीयं भवति इतः अग्रे तस्यैव उच्यतां महोदय यत्र यत्र संयोगः भवति विवाहः भवति संयोगस्थले अवधिः इति कथं वदामः इति प्रश्नः वा यतोहि द्विनिष्ठः खलु भेदः एकस्मिन् एव घटः पटोना इत्यस्मिन् सन्दर्भे भेदः अथवा अभावः घटे एव, तर्हि प्रतियोगी पटः सः अवधिसंज्ञकः इति उक्तम्। अधुना कथं निर्णीयते इति प्रश्नः, इति अग्रिमचर्चा अस्ति। राजेन्द्रमहोदय पठति वा अग्रे? आम् आं भगिनि। यथा यदा वृक्षात् फलं पतति तदा एक एव विभागः, वृक्षे अपि वर्तते फले अपि वर्तते। अत्र यद्यपि विभागः उभयत्र विद्यमानः, किन्तु प्रतीतिवशात् यदा अपरस्मिन् अधिकरणे अस्ति इति अस्माभिः ज्ञापनीयम्। यथा फलविशिष्टविभागः यदा उच्यते तदा सः च विभागः वृक्षावधिकः इति व्यवहारो भवति। वस्तुतः विभागपदार्थे तादृशवैलक्षण्यं नास्ति, किन्तु यदा तादृशप्रतीतिः वर्णनीया तत्र तदा अवधिकत्वम् आरोप्यते। यथा यदा वयं चिन्तयामः वृक्षात् फलं पतति तत्र विभागः सः च विभागः वृक्षे अपि वर्तते फले अपि वर्तते। तत् तथा विभागः उभयत्र विद्यमानः अस्ति, किन्तु प्रतीतिवशात् यदा अपरस्मिन् अधिकरणे अस्ति इति अस्माभिः ज्ञापनीयम्। यथा फलविशिष्टविभागः यदा उच्यते तदा स च विभागः वृक्ष इति व्यवहारो भवति। यथा वयं द्रष्टुं शक्नुमः, अनुभवामः, यदा वयं वदामः एकः अपरस्मिन् अधिकरणे अस्ति, यथा फलविशिष्टविभागः यदा वदामः सः च विभागः वृक्ष अवधिक विभागे अस्ति। भगिनी तर्हि परिस्थितिः प्रतीतिः भिन्नः। परिस्थितिः कः? परिस्थितिः इयं यत् विभागः फले अपि अस्ति वृक्षे अपि अस्ति इति वस्तुस्थितिः अथवा परिस्थितिः, अस्तु। परन्तु प्रतीतिः तथा नास्ति खलु? प्रतीतिः इत्युक्ते अस्माकं ज्ञानम् अथवा मनसि यः विषयः अथवा जिज्ञासा उदेति तत् प्रतीतिः इति। प्रतीतिः कः भवति? वृक्षात् फलं पतति इति किल। यद्यपि विभागः इति वस्तुस्थितिः, विभागः उभयत्र वर्तते इति वस्तुस्थितिः, तथापि प्रतीतिः अथवा ज्ञानं ज्ञानस्य आकारः भवति फलं वृक्षात् पतति इति। तर्हि प्रतीतिवशात् प्रतीतिम् अवलम्ब्य एकस्मिन्नेव अधिकरणे विभागः भवतु इति विभागः एकस्मिन् एव आरोप्यते। यद्यपि वस्तुद्वयम् अस्ति अत्र वृक्षः अपि च फलम् इति, तथापि प्रतीतिवशात्, यतोहि प्रतीतिः तु एका एव भवितुम् अर्हति, वृक्षात् फलं पतति वा अथवा फलात् वृक्षं पतति, यत् फलात् वृक्षं पतति इति तु न भवितुमेव अर्हति, परन्तु वृक्षात् फलं पतति इति यदा प्रतीतिः भवति तदा विभागः एकस्मिन् एव भवतु इति आरोपणीयम् अथवा ज्ञापनीयं भवति। तथा क्रियते चेत् विभागः कुत्र भवति? फले भवति। अतः उक्तं फलविशिष्टविभागः इति। अस्तु, फलविशिष्टविभागः इति यदा उच्यते तदा सः विभागः कीदृशः? वृक्षावधिकः विभागः इति अस्ति। परन्तु वस्तुस्थितिकः विभागपदार्थे इति तथा पठति वा? विभागः तु अभ्यत्र अस्ति, वृक्षे अपि अस्ति फले अपि अस्ति। हा, किन्तु तत्र अग्रे उक्तं विभागपदार्थे तादृशवैलक्षण्यं नास्ति। कीदृशवैलक्षण्यं? प्रतीतिवशात् यथा वयं चिन्तयामः फलविशेषविभागः भवति सः च विभागः वृक्षावधिकं विभागः अस्ति, तादृशी वैलक्षण्यं विभागपदार्थे नास्ति, उभयत्र अस्ति। विभागे स्वयं तादृशवैलक्षण्यं नास्ति. विभागः तु समानः एव. फले यः विभागः अस्ति सः एव विभागः वृक्षे अपि. विभागे वैलक्षण्यं नास्ति, परन्तु अस्माभिः आरोपणीयं भवति. तादृशं वैलक्षण्यम् आरोप्य अवधिसंज्ञा दत्ता भवति अस्मिन् प्रसङ्गे प्रतीतिवशात्. वस्तुस्थितिः तु उभयत्र अस्ति, विभागः अपि च विभागः समानः इति वस्तुस्थितिः. विभागे वैलक्षण्यं नास्ति, किन्तु प्रतीतिवशात् एकस्मिन् अपरस्मिन् अधिकरणे विभागः भवतु. फलविशिष्टविभागः भवति चेत् सः विशिष्ट सः फलविशिष्टविभागः वृक्षावधिकः भवति. वृक्षविशिष्टविभागः भवति चेत् सः वृक्षविशिष्टविभागः फलावधिकः इति अस्माभिः आरोपणीयं भवति. अस्तु, इति एव सारांशः अस्ति. अवधिकत्वम् आरोप्यते प्रतीतिवशात्. प्रतीतिः वर्णनीया भवति चेत् अवधिकत्वं कुत्रचित् आरोपणीयं भवति इति. एतावता कोऽपि प्रश्नः वा अथवा किमपि चिन्तनमस्ति कस्यचित्? तर्हि अग्रे अजितमहोदय पठितुम् इच्छति वा गमनात् प्राक्? अस्तु भगिनि. दृष्टान्ते कचित् विभागस्य अधिकरणत्वेन फलमेव दृष्टं फलमेव इष्टं भवति, वृक्षः च अनिष्टः भवति. यथा वृक्षात् फलं पतति इति यदा वर्णयामः तदा वृक्षावधिकः विभागः फले इति वदामः. यतोहि अत्र उपदानकारकं वृक्षस्य ध्रुवः, अतः वृक्षः एव अवधिः इति विचिन्त्य तथा ब्रूमः. किन्तु वस्तुतः विभागः वृक्षे अपि वर्तते, फले अपि वर्तते इति कृत्वा फलात् पतति इत्येतादृशप्रयोगस्य आपत्तिः स्यात्. तादृशपत्तीनां वारणार्थं तदधिकः विभागः तत्र तत्र इत्येव तत्तद्धावधिकः विभागः तत्र तत्र इत्येव स्वीक्रियते. अनेन वृक्षावधिकः विभागः फले इति व्यवहारः. अस्तु महोदय, खण्डशः पठित्वा वदतु चिन्तयामि. दृष्टान्ते क्वचिद् विभागस्य अधिकरणत्वेन फलम् एव इष्टं भवति, वृक्षः न अनिष्टः भवति. इत्युक्ते फलविशिष्टविभागः इष्टम् इष्टः. फलविशिष्टविभागः इत्युक्ते फले विभागः अस्ति इति इष्टः. यद्यपि वस्तुस्थितिः अस्ति यत् वृक्षे अपि विभागः अस्ति फले अपि विभागः अस्ति, तथापि फले एव इष्टः भवति विभागः, अथवा फले एव स्वीकृतः भवति. वृक्षे च अनिष्टः अस्वीकृतः भवति. यथा वृक्षात् फलं पतति इति यदा वर्णयामः तदा वृक्षावधिकः विभागः फले इति वदामः. वृक्षात् फलं पतति इति वाक्ये तस्मिन् वाक्ये विभागः कुत्र अस्ति? वृक्षावधिकविभागः फले अस्ति इति वदामः. परन्तु वस्तुस्थितिः कः? वस्तुस्थितिः वृक्षे एव प्रायः अस्तु, तर्हि वस्तुस्थितिः अस्ति यत् अयं विभागः उभयत्र फले अपि अस्ति, वृक्षे फले अपि अस्ति, वृक्षे अपि अस्ति, किन्तु पूर्वं यथा पूर्वम् उक्तं साधारणतया फलमेव इष्टं भवति तत्र. विभागस्य आश्रयत्वेन फलमेव इष्टं, यतोहि अस्माकं प्रतीतिः कः, प्रतीतिः इत्युक्ते पर्सेप्शन् अथवा ज्ञानस्य आकारः. शब्दरूपेण ज्ञानस्य प्रतिपादनं कथं भवति? वृक्षात् फलं पतति इति, खलु? अनेन ज्ञानेन यद्यपि वस्तुस्थितिः अस्ति यत् फले अपि विभागः वृक्षे अपि, परन्तु अनया प्रतीतिना वृक्षात् फलं पतति इत्यनेन पञ्चमी विभक्तियुक्तपदं किं? वृक्षः. वृक्षः. हा, अस्माभिः दृष्टं खलु ध्रुवम् अपाये अपादानम् इति. तर्हि पञ्चमीयुक्तपदम् अस्ति वृक्षात्, अपि च अस्मिन् अस्यां प्रतीतौ वृक्षः इति ध्रुववस्तु. तर्हि वृक्षस्य अवधि संज्ञा, फले एव विभागः इति स्वीक्रियते. यस्मिन् अवधि अस्ति, यस्य अवधि संज्ञा, तस्मिन् विभागः नास्ति. अपरस्मिन् वस्तुनि, अपरस्मिन् अधिकरणे विभागः भवतु इति स्वीक्रियते. अस्तु, एकवारं यदा वृक्षः अवधिः इति स्वीक्रियते, तदा फलनिष्ठविभागः वृक्षावधिकः इति उच्यते इति एव उक्तं. तदा वृक्षावधिकः विभागः फले इति वदामः इति. अस्तु अस्तु, तदेव तत्र उक्तं, यतोहि अत्र उपादानकारकं वृक्षश्च ध्रुवः, अपादानकारकं वृक्षश्च ध्रुवः इत्युक्ते यथा भवत्या उक्तं पञ्चमीविभक्ति खलु. अपादानकारकं वृक्षस्य, यतोहि वृक्षः ध्रुववस्तु. ध्रुवः इत्युक्ते यस्मिन् क्रिया नास्ति इति. पतनक्रिया तु फले, वृक्षे न. प्रतीतिम् अनुसृत्य वृक्षात् फलं पतति इति प्रतीतिः. प्रतीतिम् अनुसृत्य पतनक्रिया फले अस्ति, फलं पतति इति कृत्वा वृक्षस्य ध्रुव, वृक्षः ध्रुवः इति कृत्वा वृक्षस्य अवधिसंज्ञा. अतः वृक्ष एव अवधिः इति विचिन्त्य तथा ब्रूमः. ब्रूमः इत्युक्ते, ब्रूमः इत्युक्ते वदामः. अस्तु अस्तु, ब्रू इति धातुः अस्ति. आमामाम्. यथा पूर्वम् उक्तं, अवधिः वृक्षे विभागः फले भवति इति. विभागः फले, अवधिः वृक्षे, अतः फलनिष्ठविभागः वृक्षावधिकः इति ब्रूमः. ब्रूमः. किन्तु वस्तुतः विभागः वृक्षे अपि वर्तते. यथा पूर्वमुक्तं, विभागः द्वयो अपि वर्तते इति कृत्वा फलात् पतति इति अपि प्रयोगं कर्तुं शक्यते. किन्तु सत्यं सत्यं, किन्तु तत्र वैचित्र्यमस्ति खलु. फलात् वृक्षः पतति इत्यस्य वदने वैचित्र्यमस्ति. अस्ति, यतोहि वस्तुतः विभागः वृक्षे अपि फले अपि वर्तते. तर्हि इयं प्रतीतिः फलात् वृक्षः पतति इति प्रतीतिः आपतति इति सम्भवति, परन्तु तद् न अपेक्षितम् अस्माभिः. तदर्थं किं कृतम्? तत्तदावधिकः विभागः तत्र तत् न जानामि. तर्हि वृक्षः फलात् पतति इति आपत्तिः आगच्छति खलु, इति प्रतीतेः आपत्तिः. तस्य निवारणार्थम् एतादृशः प्रतीतिः एतादृशी प्रतीतिः तु विचित्रम् अस्ति. तर्हि अस्य निवारणार्थम् अस्माभिः आरोपणीयं भवति अवधिसंज्ञा कस्मिंश्चित्. अस्माभिः अवधिसंज्ञा अपि आरोपणीयं भवति, अपि च अवधिसंज्ञा अपि आरोपणीया भवति, अपि च विभागः अपि कुत्रचित् एकस्मिन् एव भवतु इति आरोपणीयं भवति. अतः तत्तत् अवधिकः विभागः तत्र तत्र इत्युक्ते अमुकः विभागः अत्रैव भवतु इत्युक्ते सचन् सच् इति वदामः खलु आङ्ग्लभाषायां, तथा एतादृशः विभागः कीदृशः विभागः वृक्षावधिकः विभागः फले भवतु तत्र तत्र इत्युक्ते एकस्मिन् एकं वस्तु चित्वा अस्मिन् वस्तुनि विभागः भवतु इति आरोपणीयं भवति. वृक्षावधिकः विभागः फले इति व्यवहारः इति स्वीकरणीयं भवति, न तु फले फलाधिकविभागः वृक्षे न वक्तव्यम् इति. हा हा इति एव अस्ति. यद्यपि वस्तुस्थितिम् अनुसृत्य उभयता प्रयोगः अथवा प्रतीतिः भवितुम् अर्हति, अस्माभिः एका एव प्रतीतिः इष्टा. अपरस्याः प्रतीतेः निवारणार्थम् अस्माभिः अवधिः कुत्रचित् आरोप्य विभागः अपि कुत्रचित् स्थापनीयं भवति. अतः वृक्षावधिकः विभागः फले भवतु इति व्यवहारः भवति. स्पष्टं स्यात्? अस्तु, अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. अत्र यथोक्तम् अस्य विभागपदार्थस्य वैलक्षण्यं नास्ति, यतोहि स च विभागः द्विष्टः पदार्थः. किन्तु यदा एकस्मिन्नेव पदार्थे विद्यमानः अस्माकं विवक्षितः, तदानीं सः अन्यावधिकविभागः इति उच्यते. अनेन वृक्षावधिकविभागः फले एव इति नियमनं सिद्ध्यति. यद्यपि विभागरूपपदार्थः उभयनिष्ठः, वृक्षात् फलं पतति, अत्र विभागः वस्तुतः वृक्षे अपि अस्ति फले अपि अस्ति, किन्तु यदा एकावधिकः इति उक्तम् तदा सः अपरस्मिन् एव तिष्ठति इति प्रतीतेः नियमनम्. पुनः दत्तमस्ति यत् अस्माकं प्रतीतेः अनुसरेण एव अवधित्वं कुत्र भवति, विभागः कुत्र भवति इति निर्णयः भवति. सामान्यतया विभागः फलं वृक्षात् पतति इति वाक्ये विभागः तु उभयत्र भवति, वृक्षे अपि भवति फले अपि भवति. परन्तु अस्माकं अवधेः अवगमनार्थम् अवधिः कुत्र भवति इत्यस्य अवगमनार्थं कस्मिंश्चित् विभागस्य आरोपणं भवेत्, कस्मिंश्चित् अपरस्मिन् अवधेः आरोपणं भवेत्. अतः यदा फलविशिष्टविभागः इति अस्माकं प्रतीतिः अस्ति, तर्हि वृक्षावधिकविभागः फले अस्ति इति उच्यते. तर्हि विभागः तु फले, अवधिः वृक्षः अस्ति, अवधित्वं वृक्षे अस्ति इति अस्ति. अतः यदि अस्माभिः उच्यते यत् एकावधिकविभागः इति उच्यते चेत् तत्र विभागः एकस्मिन् अस्ति, अपरस्मिन् अवधित्वम् अस्ति इति वदनेन अस्माकं प्रतीतेः नियमनम् इत्युक्ते अस्माकं प्रतीतेः अनुसरेण अवधित्वस्य आरोपणं भवति एकस्मिन् इति अस्ति. अस्तु, हा समीचीनं भगिनि. प्रतीतेः नियमनम् इत्युक्ते प्रतीतिना नियमः कृतः. कीदृशः नियमः? एकावधिकः विभागः भवतु इति नियमः कृतः. इत्युक्ते विभागः यद्यपि उभयत्र, तथापि एकस्मिन् एव. वृक्षावधिकः इति उच्यते चेत् फले भवतु, फलावधिकः इति उच्यते चेत् विभागः वृक्षे भवतु इति नियमं स्थापयित्वा, प्रतीतिम् अनुसृत्य नियमं स्थापयामः. तेन नियमेन एव अवधिः कः अपि च विभागः कुत्र इति सर्वं निर्णीयते. किन्तु सामान्यतया वृक्षात् फलं पतति इत्येव इष्टम्. केनचित् अपि फलात् वृक्षः पतति इति प्रतीतिः न इष्टा भवति खलु, तदर्थम् एतादृशः नियमः स्थापितः इति अस्ति. अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. यदा वृक्षे विभागः बोधनीयः तदा सः फलावधिकः विभागः. फले बोधनीयश्चेत् वृक्षावधिकः विभागः. उभयत्र एक एव पदार्थः स्वभावेन द्विनिष्ठः. किन्तु प्रतीतवशात् वैलक्षण्यम् आनीतम्. अग्रे पठामि वा? अस्य प्रतिपादनं किञ्चित्. यदा वृक्षे विभागः बोधनीयः तदा सः फलावधिकः विभागः. द्विनिष्ठः अस्ति चेत् वृक्षे विभागः अस्ति, फलावधिकः अपि विभागः अस्ति, फले अपि. हा सत्यं, विभागः तु द्विनिष्ठः अस्तु, परन्तु प्रतीतिवशात् प्रतीतिम् अनुसृत्य विभागः एकस्मिन् एव स्थले भवितुमर्हति. उभयत्र न, एकस्मिन् समये विभागः एकस्मिन् एव पदार्थे. तर्हि वृक्षे बोधनीयश्चेत् वृक्षावधिकः विभागः उभयत्र एक एव पदार्थः स्वभावेन द्विनिष्ठः. प्रतीतिवशात् वैलक्षण्यम् आनीतम् इत्युक्ते उभयत्र एक एव पदार्थः अस्ति, स्वभावेन द्विनिष्ठः. वृक्षे अस्ति, फले अस्ति. तर्हि विभागः इति यः पदार्थः अस्ति सः एकः एव, सः एव विभागः. फले अपि सः एव, वृक्षे अपि. हा, विभागे स्वस्मिन् तादृशी शक्तिः नास्ति येन अवधिसंज्ञा आरोप्यते. विभागे स्वस्मिन् तादृशं वैलक्षण्यं वा अथवा सामर्थ्यं नास्ति अवधिं निश्चेतुम्. परन्तु पृथक्त्वं तथा नास्ति खलु. पृथक्त्वं स्वाभाविकेन, स्वभावेन एव पृथक्त्वम् एकनिष्ठः, न तु द्विनिष्ठः. घटः कपालात् पृथक् इति वदनेन पृथक्त्वं घटे एव, तस्य स्वभावः तादृशः. अनेन पृथक्त्वस्य सामर्थ्यम् अस्ति अवधिः कः इति निर्णेतुम्. परन्तु विभागस्य तादृशं सामर्थ्यं नास्ति. तर्हि वक्तुः इच्छानुसारं, विवक्षानुसारम् अवधिसंज्ञा कुत्रचित् आरोपणीयं भवति. भेदः अपि तथा, भेदः अपि स्वाभाविकतया, भेदः अपि एकनिष्ठः. घटः पटोन इति प्रतीतौ भेदः अथवा पटस्य भेदः, पटस्य अभावः घटे एव वर्तते. स्वाभाविकतया एकनिष्ठः भवति प्रतीतौ भेदः. तेन सौलभ्यं भवति अस्माकम्. अस्तु, भेदः घटे अस्ति, भेदः यत्र नास्ति, प्रतियोगिनी अथवा पटे, तस्यावधि संज्ञा. परन्तु विभागस्य तादृशं सामर्थ्यं नास्ति. अस्य स्वभावः अस्ति द्विनिष्ठत्वम् इति. तेन परन्तु एकप्रदेशे एव अस्ति द्विनिष्ठमपि हा विभागः द्विनिष्ठः इत्युक्ते उभयत्र वर्तते स्वाभाविकतया तस्मिन् तादृशं वैलक्षण्यं वा सामर्थ्यं वा नास्ति अवधिः कः इति सूचयितुम् अतः वक्तुः विवक्षानुसारम् अवधिः निर्णेतव्यः भवति वृक्षे विभागः अस्ति इति उच्यते चेत् सः फलावधिकः फले अस्ति इति चेत् सः वृक्षावधिकः इति ज्ञानम् उदेति मनसि अस्तु तर्हि सन्ध्या भगिनी अग्रे पठति वा पृथक्त्वं न तथा पृथक्त्वं न द्विष्ठम् अपि तु एकनिष्ठमेव पृथक्त्वं स्वभावेन सावधिकं प्रत्येकस्मिन् विद्यमानं वृक्षः फलात् पृथक् इति प्रतीतौ वृक्षे फलावधिकं पृथक्त्वम् अन्यत् फलं वृक्षात् पृथक् इति प्रतीतौ फले वृक्षावधिकं पृथक्त्वम् अन्यत् अत्र द्वयोः पृथक्त्वपदार्थयोः भेदः अस्ति वस्तुनोः भेदः तर्हि यथा एतावत्पर्यन्तं दृष्टं तत्र विभागः द्विनिष्ठः अस्ति इत्युक्ते वृक्षे अपि अस्ति फले अपि अस्ति सः एव विभागः परन्तु यदा पृथक्त्वम् इति स्वीकुर्मः पृथक्त्वं तथा नास्ति पृथक्त्वं द्विनिष्ठम् अस्ति गुणः न तु एकनिष्ठं विभागवत् पृथक्त्वम् अपि तस्य स्वभावः अस्ति सावधिकः सावधिकम् अस्ति पृथक्त्वं तर्हि तद् प्रत्येकस्मिन् पदार्थे भवितुमर्हति इति अर्थः वा प्रत्येकस्मिन् विद्यमानम् इत्यस्य भगिनि हा सत्यं भगिनि पृथक्त्वम् इति गुणः प्रत्येकस्मिन् भवितुमर्हति किन्तु प्रतीतिवशात् प्रतीतिं पृथक्त्वस्य प्रतीतिः एव तादृशी येन ज्ञायते कुत्र पृथक्त्वम् अस्ति अस्मिन् सन्दर्भे तावदेव तर्हि वृक्षः फलात् पृथक् इति वदामश्चेत् तत्र वृक्षे यः पृथक्त्वं यत् पृथक्त्वम् अस्ति तत् पृथक्त्वं फलं वृक्षात् पृथक् इति यदामः इति यदि वदामः तर्हि तत् पृथक्त्वं यदस्ति द्वयोः मध्ये भेदः अस्ति एकं पृथक्त्वं तु वृक्षः फलात् पृथक् इति वाक्ये वा इत्यस्मिन् ज्ञाने तत्र पृथक्त्वं यदस्ति वृक्षे अस्ति फलावधिकं पृथक्त्वम् अस्ति अतः तद् भिन्नं पृथक्त्वम् अस्ति अपि च भिन्नज्ञानं यदि फलं वृक्षात् पृथक् इति वदामः तत्र तु पृथक्त्वं फले अस्ति तत् पृथक्त्वं वृक्षावधिकम् अस्ति अतः द्वयोः मध्ये भेदः अस्ति अतः एव तत्र पृथक्त्वं द्विष्ठं नास्ति द्विनिष्ठं नास्ति एकनिष्ठम् अस्ति इति उक्तम् समीचीनं तर्हि प्रतीतिः भिन्ना भवति वृक्षः फलात् अस्तु अत्र विभागः इत्यस्मिन् उदाहरणे यद्यपि वयं वदामः वृक्षावधिकः विभागः फलावधिकः विभागः इति यद्यपि वक्तुं शक्नुमः तथापि अयं विभागः एकः एव तत्र वस्तुभेदः नास्ति किन्तु पृथक्त्वस्थले वृक्षावधिकम् अथवा फलावधिकम् इति वदामश्चेत् तत्र भिन्नः पदार्थः एव विभागस्थले केवलम् अस्माकं अस्माकं मनसि स्पष्टं भवतु इति कृत्वा वृक्षावधिकविभागः फलावधिकः विभागः इति यद्यपि उच्यते तथापि विभागः इति एकः एव पदार्थः परन्तु पृथक्त्वस्थले केवलं प्रतीतिः भिन्ना इति न पृथक्त्वम् इति पदार्थः एव स्वयं भिन्नः वृक्षः फलात् पृथक् इति उच्यते चेत् सः फलावधिकं पृथक्त्वं भिन्नं पुनः फलं वृक्षात् पृथक् इति उच्यते चेत् सः वृक्षावधिकं पृथक्त्वं भिन्नम् इति अस्तु अस्तु, अग्रे सावित्री भगिनी पठति वा? किन्तु विभागः द्विष्टः उभयत्र विद्यमानः, अतः उभयत्र समानवस्तु समानविभागः, किन्तु द्विष्टः सन्नपि क्वचित् प्रतीतिसम्पादनार्थम् एकावधिकः अपरस्मिन् एव इति नियम्यते। वृक्षात् फलं विभज्यते इति प्रतीतौ वृक्षे अपि विभागः, फले अपि विभागः। अत्र विभागः उभयनिष्ठः अभिन्नः, तथापि वृक्षे विद्यमानः यः विभागः सः फलावधिकः इति व्यवहारः, फले विद्यमानः विभागः वृक्षावधिकः इति व्यवहारः। व्यवहारस्य वैलक्षण्ये अपि विभागः विषयीभूतः एकः एव। भवती इदानीमेव उक्तवती यत्र पृथक्त्वस्थले पदार्थौ भिन्नौ, पृथक्त्वमपि भिन्नः। अत्र विभागस्थले एकः एव विभागः उभयनिष्ठः, द्विनिष्ठः, तथापि प्रतीतौ भिन्नता अस्ति। यदा वयं फलावधिकः विभागः वक्तुम् इच्छामः तदा तत् फलावधिकः विभागः वृक्षे अस्ति इति वदामः, तथा व्यवहारः अस्ति। यदा वयं वृक्षावधिकः विभागः वक्तुम् इच्छामः तत्र अवधि तु वृक्षे अस्ति, विभागः तु फले भवति। अत्र प्रतीतौ भिन्नता अस्ति, परन्तु विषयः एकः एव, विभागः एकः एव, अपि च वस्तु विषयीभूतः अपि एकः एव, तथा अस्ति इति मन्ये। तावदेव भगिनि, व्यवहारस्य वैलक्षण्ये अपि, इत्युक्ते यद्यपि व्यवहारः भिन्नः स्यात् तथापि विषयीभूतः विभागः, व्यवहारे यः विषयः भवति सः विभागः एकः एव। प्रतीतिः अथवा व्यवहारः भिन्नः इति कृत्वा विभागः भिन्नः इति नास्ति किमपि, किन्तु पृथक्त्वस्थले तथा नास्ति। व्यवहारः अपि भिन्नः, अपि च पृथक्त्वम् इति वस्तु अपि भिन्नः, उभौ भिन्नौ स्तः, व्यवहारः अपि च स्वयं पृथक्त्वपदार्थः एव। अत्र व्यवहारः भिन्नः स्यात्, परन्तु विभागः तु एकः एव। इदानीं वृक्षात् फलं विभज्यते इत्यस्मिन् व्यवहारे फले विभागः अस्ति, वृक्षः अवधिः इति भासते खलु, पञ्चमीभूतस्य अवधिः वृक्षात् इति। परन्तु फलवृक्षयोः विभागः अथवा फलवृक्षयो, यथा संयोगस्य विषये वदामः, हस्तपुस्तकयोः संयोगः, तथैव फलवृक्षयोः विभागः अथवा फलवृक्षयोः विभजनम् इति वदामश्चेत् तत्र कोऽपि भेदः एव न दृश्यते, विभागः द्विनिष्ठः इति भासते एव। अतः प्रतीतिवशात् विभागः एकत्र भवति, तावदेव अस्ति। नो चेत् वस्तुस्थितिम् अनुसृत्य उभयत्र समानवस्तुः विभागः इति। अस्तु, अग्रे सरला भगिनि। आं भगिनि, किन्तु पृथक्त्वस्य स्थले तथा नास्ति, वृक्षात् फलं पृथक् इति उक्तौ भिन्नपृथक्त्वं फलमात्रे भासते। यदा फलात् वृक्षः पृथक् इति उच्यते तदा वृक्षे भासमानं पृथक्त्वं फले विद्यमानपृथक्त्वापेक्षया अतिरिक्तं, यथा एकत्वं व्यक्तिभेदेन भिद्यते तद्वत् पृथक्त्वमपि व्यक्तिभेदेन भिद्यते। पुनः अत्र लिखितमस्ति पृथक्त्वस्थले द्विनिष्ठा नास्ति, न केवलं प्रतीति पृथक्तस्य द्वे वस्तुनः विभिन्ना अस्ति, वृक्षात् फलं पृथक् इति उक्तौ भिन्न पृथक्त्वं फलमात्रे भासते. सो वृक्षात् फलं पृथक् अस्ति, अवधि वृक्षस्य अवधि अस्ति, फल पृथक्त्वं फले अस्ति. एतत् पृथक्त्वं फले वृक्षावधिक अस्ति. यदा फलात् फलात् वृक्ष पृथक् इति उच्यते तदा पृथक्त्वं वृक्षे अस्ति, अवधि फलस्य अस्ति. सो तत् पृथक्त्वं फला अविधकम् अस्ति. सो एतत् पृथक्त्वं भिन्न अपि तस्य वस्तुना अपि भिन्ना अस्ति. तो यदा एकनिमिष अत्र पृथक्त्वम् इति एव वस्तु अस्तु. हा, एकस्मिन् प्रसङ्गे पृथक्त्वम् इति वस्तु, वृक्षात् फलं पृथक् इत्यस्मिन् प्रसङ्गे पृथक्त्वम् इति यः वस्तु अस्ति, यद्वस्तु अस्ति, तद्वस्तु फलात् वृक्षः पृथक् इत्यस्मिन् सन्दर्भे यत् पृथक्त्वम् इति वस्तु अस्ति तस्मात् भिन्नः. अत्र उपरितने परिच्छेदे वस्तुनोः भेदः इति उक्तमस्ति खलु, अत्र वस्तु इति पृथक्त्वम्. तथा नास्ति, तदपि सत्यं. वृक्षः इति पृथक् वस्तु, फलम् इति पृथक् वस्तु, तदपि सत्यं. परन्तु अत्र वस्तुनोः भेदः इति यदुक्तं तत्तु पृथक्त्वसम्बन्धविचारः अस्ति. उभयत्र विभागवस्तुनः भेदवस्तुनः पृथक्त्वं वस्तुनः एतत् त्रयोस्तनेषु. हा, विभागः इति वस्तु एकः एव, पृथक्त्वम् इति वस्तु एकनिष्ठः, अपि च भिन्नभिन्नः, भिन्नप्रसङ्गेषु भिन्नभिन्नपृथक्त्वं, सः एव पृथक्त्वं नास्ति इति. अपि च उक्तम् अत्र यथा एकत्वं व्यक्तिभेदेन भिद्यते तद्वत् पृथक्त्वम् अपि व्यक्तिभेदेन भिद्यते. इत्युक्ते एकः वृक्षः इति अस्ति चेत् वृक्षे एकत्वम् अस्ति, अस्तु, तस्यैव वृक्षस्य पार्श्वे अपरः वृक्षः अस्ति, तस्मिन् अपि वृक्षे अपरे वृक्षे अपरस्मिन् वृक्षे अपि एकत्वम् अस्ति, तर्हि एकत्वम् इति गुणः भिद्यते वस्तुभेदेन व्यक्तिभेदेन. मयि एकत्वमस्ति, भवत्यामपि एकत्वम् अस्ति, तथैव पृथक्त्वं प्रत्यस्मिन् वस्तुनि पृथक्त्वं यदस्ति तत्तु भिन्नभिन्नं भवति इत्येव व्यक्तिभेदेन पृथक्त्वं भिद्यते इति भिद्यते. अस्तु, अत्र समापितम् आसीत् इति चिन्तयामि शनिवासरस्य वर्गे. तर्हि कोऽपि प्रश्नः वा एतावता? अस्तु, तर्हि धन्यवादः. धन्यवादः. धन्यवादः. भवत्या शुभप्रभातः.